नमस्कार सर्वेभ्य. अहम् अद्य अस्माकं चिन्तनवर्ग अस्ति लुङ्गकार कर्मणि भावे च. श्रोतुं शक्नुमः खलु? श्रूयते भगिनि. सो वयं पूर्वं कृतवन्तः लुङ्लकारे कर्तरि प्रयोगे द्वादश प्रत्ययाः सन्ति, किन्तु कर्मणि भावे केवलं द्वे प्रत्ययाः आगच्छन्ति, सिच् प्रत्यय किस् प्रत्यय अपि. ओके, सो अस्मा वयं किस् प्रत्ययपति पूर्वं दृष्टवन्तः, ये धातवः सन्ति शलन्त इगुपद अनिर्धातव सप्तदश धातव, ते वयं कृतवन्तः. इदानीं वयं सिच् प्रत्यय तस्य अभ्यासं कुर्वन् सन्ति. सो सिच् प्रत्ययस्य वयं गतसप्ताहे इकारान्तधातु पर्यन्तं कृतवन्तः. सो वयं पुनः इति पश्यामः आत्मनेपदी कर्मणि भावे अनिट् सिच् प्रत्यय तत् अस्माकं समीपं भवेत्. अनिट् प्रत्ययसि प्रथमपुरुष एकवचने चिन् सातां सत् स्था साथां वं सि स्वयि स्मयि. सेट् प्रत्ययाः सन्ति चिन् इशाताम् इष्ठा इशाथाम् ईढ्वम् इषि इष्वहि इष्महि. वयं जानीमः प्रथमपुरुषे एकवचने धातु सेट् अस्ति वा अनिट् अस्ति, रूपम् एक समान अस्ति, कारण कि चिन् भावो कर्मणो इति सूत्रेण भवति. चिन् आगच्छति सिच् प्रत्ययस्य स्थाने चिन् आगच्छति. यदि चिन् आगच्छति तदनन्तरं कर्मणि तस्य चिन् किमस्ति चिन् चिणो लुक् भवति, चिन् तस्य लुक् भवति यस्य त प्रत्ययस्य परे अस्ति. तो प्रथमपुरुष एकवचने चिन् भावः अस्ति, तो कार्यं सदा नित्वत् भवति तस्य कार्यम् इति स्मर्तव्यम्. ओके, न सेट् अस्ति आत्मनेपदे निष्पन्ना प्रत्ययाः सन्ति, ते चिण्वत् भावे भी आगच्छन्ति, अपि तत्र चिण्वत् अपक्ष अस्ति किन्तु धातु सेट् अस्ति, तत्रापि समानमेव अस्ति. कारण कि यदि धातु सेट् अस्ति इडागमस इडागम आगच्छति, तत्र तु सेट् प्रत्ययः चिण्वत् पक्षे चिण्वत् अपक्षे किन्तु सेट् धातु प्रति समानः अस्ति. साधु अस्तु. अन्य वार्ता अस्ति स्युच् भावकर्मरूपदेशे धन अन ग्रहदशा चिण्वत् इति सूत्रस्य प्रसक्ति यत्र सिच् प्रत्ययः अस्ति. वयं पूर्वं स्वप्रत्ययस्य दृष्टवन्तः, इदानीं वयं सिच् प्रत्ययस्य प्रतिधातु धातोः परे सिच् प्रत्ययः यदि लुङ्लकारे आगच्छति भावकर्मणे कर्मणो लकारे किं भवति तत्र वयं स्मः इदानीम्. सो अस्माकं धातु इदानीम् अस्ति उकारान्तधातु, सो उकारान्तधातु इति कुर्मः. सो इदानीं वयम् आप्नुमः. मणिमहोदय, भवान् आरम्भं करोति वा? उकारान्त उकारान्त च धातव. आं भगिनि, इकारान्त उकारान्त वा? इकारान्त कृतवन्तः गतसप्ताहे. उकारान्त उकारान् अस्तु भगिनि. उकारान्तः उकारान्तः च धातवः लू धातुः सेत् रूपाणि परिशीलयनीयानि. कुटादः अनन्तरं पठामि वा? अस्तु, रूपाणि वदामि. अस्तु, पार्श्वे कर्मणि भावे च प्रत्ययस्य सिद्धप्रत्ययः अस्ति, तत् पार्श्वे कृत्वा वदतु. अस्तु, लू धातुः अत्र प्रथमपुरुषे एकवचने सेट् अपि अस्ति, सिच् धातून् चिन्वत्वक्षे लुङ्लकारे लङ् लुङ् लृषु इति सूत्रेण अडामः अडाहमः अधः अलु इति एकवचने छिन् अस्ति, सर्वत्र छिन् अस्ति, अधः अलु इदानीम् अचिष्णु दातु न न क्षम्यत अचि संथिङ्ग् वृद्धिः वृद्धिः भवति किल अचि धन्यवादः. अचोनिति इति सूत्रेण वृद्धिः भवति, अतः अलौ इति रूपम्. अनन्तरम् एचायाः इति सूत्रेण वकार आव् अस्ति, अलौ योगेन अलायि अलावि अलावि इति रूपं भवति एकवचने. अनन्तरं द्विवचने अला अलाविश् आदेशप्रत्ययः इति सूत्रं षत्वं भवति अत्र, अलाविश्याथां तदेव बहुवचने अलाविश्यत. मध्यमस्य एकवचने अला अलाविष्टाः इकारः मकारः अस्ति, ह्रस्वः अस्ति, नास्ति अत्र. अलाविष्टाः अलाविश्याताम् अत्र अलाविद्वम् अत्र द्विरूपाणि भवितुं सर्वे विभाषेटः इति सूत्रेण अलाविद्वम् अलाविद्वम् इति उत्तमपुरुषे एकवचने अलाविषि षत्वं भवति, तदेव अलाविश्वहि अलाविश्महि इति रूपाणि भवन्ति. वर्गे चर्चा जाता कथं विभाषेत् इति द्वयरूपः गच्छति. भवानी ध्वनिः किञ्चित् रेस् करोतु. अस्तु, सिस्टम् मध्ये अस्तु मध्ये वर्गे चर्चा महोदय म्यूट् करोतु. सरला भगिनी वदति चेत् त्वं म्यूट् करोतु चेत् सम्यक् अस्ति. वर्गे चर्चा जाता विभाषेत् इति सूत्रेण किमर्थं द्वयं रूपम् आगच्छति, किमर्थम् एन् श्री ध्वं लुङ् लिटा धो इति अङ्गात् तस्य प्रसक्तिः नास्ति, किं चिन्तनम् अस्ति भवत्या? किं भगिनि न अवचने, यदि मध्यमपुरुषे बहुवचने अला इध्वम् अस्ति, तत्र यदि वयं योजयामः अलु इति योजयामः विभाषेत, किमर्थं वयं विभाषेत प्रसक्ति इति एन् शी ध्वं लिङ् लु धो ज्ञाङ् अङ्गात् इति तस्य प्रसक्तिः नास्ति वा तस्य सूत्रस्य? अत्र प्रसक्तिः नास्ति, किमर्थं चेत् विभाषेटः इति इनहान्तम् अस्ति पूर्वम्, अनन्तरं इडाहमः अपि अस्ति. साधु अङ्गमस्ति, कः वर्णः अस्ति प्रत्याहारे? अस्माकम् अङ्गम् अस्ति, औकारः अपि अस्ति, ईकारः ईकारः प्रत्याहारः औकारः किन् वर्णः अलाव् अस्ति, अस्माकम् अङ्गम् अलाव् अलाव् ऋत्वा भूत्वा अचोजनति, तदनन्तरं मेचुवया अलाव् इति आगच्छति. सो वकार इण् प्रत्याहारे अस्ति. सो विभाषेत् इति सूत्रस्य निमित्तम् अस्ति इण् परहो यत् इट् अस्ति साधु. सो अस्माकम् अङ्गम् अस्ति अलाव् वकार इण् प्रत्याहारे आगच्छति. तस्य परे इदागम अस्ति, तस्य परे अस्माकं प्रत्यय सिद्धप्रत्ययं धकारस्य मूर्धन्य धकार जातः ध्वं भवति. किन्तु यदि इन् शी ध्वं रिङ् लुक् लक्षु अस्ति तत्र नित्यम् अस्ति, तत्र इदागमस्य विचारः नास्ति, केवलं प्रत्याहार धपये अस्ति इति वदति तत् सूत्रं साधु. शीध्वं लोङ् लिट् इत्येषां धकारस्य स्थाने मूर्धन आदेशो भवति. किन्तु तस्य अण् अङ्गात् अस्ति, इण् अङ्गात् अस्ति शीध्वं लुङ् लट्पट्. अतः यदि मध्यमपुरुष एकवचने कथं रूपं द्वयं न आगच्छति, विभाषे तस्य प्रसक्तिः कथं नास्ति तत्र. भगिनी उक्तवान् किल लिट्टः इनः अङ्गं पूर्वमस्ति, ततः परम् इडाहम् अस्ति, अनन्तरं शीतमपि अस्ति किल. नो, मध्यमपुरुष एकवचने कारणकी धकार परे नास्ति. शीघ्रं तस्य निमित्तम् अस्ति धकार परे भवेत्, अत्र धकार नास्ति, अतः एण् छीध्वं तस्य प्रसक्तिः नास्ति. अपि ह्रस्वात् अङ्गात् इति सूत्रेण सिच् प्रत्ययस्य लोपः जातः यदि मध्यमपुरुषे बहुवचने प्रथमं सिच् प्रत्ययस्य लोपः जातः. अतः यत् इदागम अस्ति तत् प्रत्ययस्य भागः अस्ति, न तु अङ्गस्य भागः इति कारणे मध्यमपुरुषे द्विवचने कार्यं करोति, बहुवचने कार्यं करोति, न तु मध्यमपुरुषे एकवचने. एकवचने अपि दातु हस्वाङ्गात् तस्य सिच् लोप् न भवति तत्र, कथं तत्र तस्य एव नास्ति इति कारण कि धल् प्रत्याहार परे नास्ति, सकारस्य लोपः न भवति साधु. इकार अस्ति, इकार प्रत्याहारस्य प्रत्ययस्य भागम् अस्ति, सो इकार झल् प्रत्याहारे न आगच्छति, अतः ह्रस्वात् अङ्गात् तस्य प्रसक्तिः नास्ति इति चर्चा जाता. किन्तु महोदय उक्तवान् सः मातरं प्रति चर्चा कुर्वन् अस्ति, यदि समाधानं प्राप्नोति तत् पुनः वदति इति. ह्रस्वातङ्गातस्य प्रसक्तिः नागच्छति. धन्यवादः. अस्तु साधु, इदानीं अरुणभगिनी भवती पठतु कृपया. कुटादय भगिनि. आमां. धन्यवादः. कुटादयः इति अन्तर्गणः. तुदादिगणे कुटादयः इति अन्तर्गणः अस्ति. अस्मिन् अन्तर्गणे कुट् इत्यस्मात् आरभ्य कुञ् इत्यन्तं पञ्चत्रिंशत् धातवः. चिन्वत्पक्षे न कृतवन्तः, भवती करोति प्रथमं लू धातु चिन्वत् अपक्षे. चिन्वद् अपक्षे लु धातु प्रथमम् अडागम आगच्छति, अलु इति अङ्गम्, अलु योगः प्रत्ययः प्रथमपुरुषे इ निच् आगच्छति सूत्रेण किनो कर्मणो सूत्रेण छिन्नत नत्वमस्ति ततः उद्धि भवति अतो निनीति सूत्रेण अलु योगः इ अलौ योगः इ यजो यावः इति सूत्रेण अलाव् इ अलावि रूपं निष्पन्नं भवति प्रथमं पुरुषे एकवचने तदनन्तरं अल्लु योगः एषाताम् अत्र किं भवति गुणं गुणः भवति भगिनि तदेव अल्लु योग अल्लौ अलो योगः केन सूत्रेण गुणः भवति कथम् अचोञ्जनति कार्यं न करोति मध्यमपुरुष निच् अत्र निच् चिन्वत् न भवति अला अलो भवति पदमम् अलु प्लस् अव आगच्छति न गुण इति अव आगच्छति आगच्छति अलविषातम् भगिनि अत्र अलौ किं सूत्रेण आगच्छति सार्वधातुक अर्धधातुक एव इत्यनेन तदैव न श्रुतम् अस्तु उक्तवती अग्रे मध्यमपुरुषे एकवचने प्रथमपुरुष बहुवचने सामान्यमेव अल्लु योगः ईषत प्रथमं गुणं भवति सूत्रेण अल्लौ योगः ईषत अल्लविषत साधु मध्यमपुरुषे इष्टः इति प्रत्ययः प्रत्ययः भगिनि अत्र लाविषत न अलविष्ट चिन्वत् अपक्षे वयं कुर्वन् स्मः अत्र केवलं गुणः भवति सार्वधातुक आगच्छति आव् न आगच्छति अव् एव ह्रस्व अकारः साधु अलविष्यत् अलविष्ठा अलविषत् अलविष्ठा अलविष्ठाम् अलविष्ठम् अत्र द्वेदूपं धातु द्वम् अपि आगच्छति तत्र एक एव न भगिनि पुनः वदतु निमित्तं किम् अस्ति विभाषे सूत्रस्य इन् इन् प्रत्याहार परे इट् अस्ति चेत् आम् तु अत्र इन् प्रत्याहार किम् अस्ति इ अस्ति एन् अङ्गम् अस्ति रैट् एन् अङ्गं सो एन् अङ्गस्य अन्त अन्तिमवर्ण किम् अस्ति अत्र तस्य परे इदागम् अस्ति साधु तदेव अलविध्वम् इति आगच्छति अलविध्वं रूपं वदति अल्लु योगः इति अल्लो अलो योगः इषि अलविषि अलविष्मति अलविष्मति बहु समीचीनं भगिनि धन्यवादः. इदानीं पुष्पा भगिनी भवती पठतु कृपया. अस्तु भगिनि. उकार ओके कुटादयः न आम् आम् एकनिमिषे इकार कुटादयः इति अन्तर्गणः तुदादिगणे कुटादयः इति अन्तर्गणः अस्ति. अस्मिन् अन्तर्गणे कुट् इत्यस्मात् यक्वा आगच्छति भगिनि. अस्मिन् अन्तर्गणे कुट् इत्यस्मात् आरभ्य कुञ् इत्यन्तः पञ्च त्रिंशत् इत्यन्तं 35 धातवः सन्ति. पञ्चत्रिंशत् धातवः सन्ति. येषु आधिक्येन हलन्ताः उदुपधातवः सन्ति, किन्तु पञ्च अजन्तदातवः अपि सन्ति. कु गु धु नु धु गाय कुटादिभ्यो गाः प्रतिपादयतु. किं पठितवती भवती? हा हा अत्र तुदादिगणे कुटादयः इति गणाः सन्ति. तो गणः अस्ति अत्र इत्यस्मात् कुट् आरभ्य कुञ् इत्यन्तं पञ्चत्रिंशत् धातवः सन्ति. परन्तु एते सर्वे अधिकेन हलन्ताः उदुपदधातवः. परन्तु पञ्चधातवः अजन्तदातवः अपि सन्ति. कु गु घु धु नु धु एते एव धातवः पञ्चधातवः अजन्तदातवः सन्ति. आधिक्येन अर्थः मोस्ट्लि आधिक्येन उत्पदधातवः सन्ति, परन्तु पञ्चधातवः अजन्तदातवः. तत्तु त्रिंशत् आधिक्येन मोस्ट्लि तर्टि तर्टि आफ् द 35 दट्स् वाट् इट् मीन्स्. अस्तु भगिनि, आधिक्येन उपधायाम् उकार अस्ति भगिनि. अहम् अवचामि आधिक्येन इत्यस्य अर्थः मोस्ट्लि अर्थः अधिकम् अधिकमेव अधिकतया. धन्यवादः अधिकतया. अस्तु धन्यवादः. पठामि वा भगिनि? आं भगिनि पठतु. गाय कुटादिभ्यो निन्यत् गाय प्रथम पादे न पादान प्रथम किम् अस्ति भगिनि? प्रथम सूत्रम् अस्ति. आदेशात् कुटादिधातुभ्यः च नित् नित् भिन्नप्रत्ययः निद्वत् भवति. निद्वत् अस्तु अस्तु अस्तु. कुट् कुट आदि आदिर्येषां ते कुटादयः बहुव्रीहिः गाय च कुटादयश्च ते गाय कुटादयः तेभ्यः गाय कुटादिभ्यः ञ च न च तयोरितरेतर द्वन्द्वः ञौ ञौ इतौ यस्य सः ञित् द्वन्द्वगर्भो बहुव्रीहिः न ञित् अणित् नञ् तत्पुरुषः सूत्रं स्वयं सम्पूर्णं गाय् कुटादिभ्यः अञ्ञित् ञित् अस्तु अस्तु अत्र गाय् आदेशात् तत्तु गाय् कुटादिभ्यः ते सर्वे सर्वे ञित् ञित् भिन्नप्रत्ययः निद्वत् भवति तद् तद्वदनेन गुणकार्यं न भवति इति न भगिनि कुटाद्य ये धातवः सन्ति कुटादिगणे ते धातवः यदि ञित् ञित् भिन्नप्रत्ययः मीन्स् प्रत्यय ञित् नास्ति ञित् नास्ति तद्विहाय ये प्रत्ययाः यदि सन्ति तत्र किं भवति तत् ञित्वत् भवति तस्य अर्थं किं भवति ञित्वत् गुणकार्यं न भवति इति गुणकार्यं वा वृद्धिकार्यं द्वौ अपि केन सूत्रेण गुणकार्यं बाधितं भवति बाधितम् तदैव न आमाम् अस्तु वृद्धिः वृद्धि अपि तदेव वृद्धिः भवति नितिरिति परे नितिरिति परे किन्तु यदि नितिरिति नास्ति तत्र अस्ति मनसि ध्यायतं किं कित्वत् गुणकार्यं बाधितं व्यावृत्तिकार्यं बाधितं भवति अस्तु तो अग्रे किम् अस्ति कु गु दु दृ न दु दृ दृ इति धातवः अनिटः येषां रूपाणि समानानि कु धातोः रूपाणि परिशीलनीयानि अस्तु कु धातु भवती करोति चिन्वत् पक्षे करोतु चिन्वत् पक्षे एकनिमिष कु अत्र एकनिमिष किं सूत्रं कार्यं करोति चिन्वत् भावे कर्मणोः इत्यनेन न भावे कर्मणो अस्माकं विषयः अस्ति किन्तु सूत्रं किम् आगत्य चिन्वत् पक्ष भवति किं भावकर्मणोः न किं भावकर्मणो भगिनि इति स्यासित् सीयुतासुभावकर्मणोपदेशे अन्नग्रहदशां चिन्वत् च क्षम्यतां च कार्यं किम् अस्ति तत् सूत्रस्य तत्सूत्रस्य एकनिमिष यदि चिन्वत् भवति तत् किं भवति द्वे कार्यं चिन्वत् भवति सो ऋत् अस्ति अतः ऋत्वत् कार्यं भवति येपि कार्याणि ऋत्वत् भवति यथा अचोञ्जनति अचोपधाया वृद्धिकार्यं सर्वे कार्यं करोति सर्वे कार्यं वयं कृतवन्तः दातु प्रति आत्मयो इति अग्रिमे पाठे वयं कृतवन्तः कोहन्ते इति सर्वे वयं कृतवन्तः साधु इडागमः अस्ति इडागमः नित्यम् आगच्छति अत्र इति स्मर्तव्यम् अस्ति करोतु एकनिमिष इष्ट इष्ट इशातां चिन्वत् न आमां चिन्वतु हा ई इशातां न हा अत्र कु अत्र गुणकार्यं नास्ति कु इ कु योगः इ अत्र आगच्छति कवि कवि कवि न किं भवति प्रथमं किं भवति कः सूत्र आगत्य कां किं सूत्रं अर्धधातुकयोः न भगिनि चिन् अस्ति साधु प्रथमपुरुष एकवचने लिस् अस्ति धातु अजन्तम् अस्ति किं भवति अजन्तमस्ति तत् इदानीं अरुणा भगिनी सार्वधातुकयोः न भगिनी अचोनिनिति कव् कव् आगच्छति कव् योगः इ कवि तस्य पूर्वं किं भवति लुङ्लकारे इकारः अडागमस्य चिन्तनं अडागमः अकवि अकवि अकवि अडागमः आगच्छति अकवि तस्य गुण वृद्धि किं भवति वृद्धि न भवति न अणित् अस्ति प्रथमपुरुष एकवचने णित् अस्ति साधु चिन्वत् भवती चिन्वत् पक्षे कुर्वन् अस्ति साधु कुर्वन्ती अस्ति हा हा चिन्वत् पक्षे प्रथमपुरुष एकवचने चिन् नित्यम् अस्ति चिन्नित्यम् अस्ति तत्तु वृद्धि आगच्छति तत्र अकावि अकावि इति एचोयवायावः अपि आगच्छति अकावि अस्तु अकावि अकावि अत्र इशातं न वृद्धि न भवति न कथं चिन्वत् पक्ष अस्ति रैट् चिन्वत् पक्ष सर्वे सर्वे नित्यम् अस्तु अकाविशताम् शाताम् अकाविशत अकाविष्टाः अकाविशाताम् अकाविद्वं द्वे अस्ति द्वे अस्ति अविद्वं अकाविद्वम् अकाविद्वं द्वे अपि आगच्छति अकाविषि अकाविश्वहि अकाविश्वमहि साधु धन्यवाद भगिनि इदानीं मणि महोदय भवान् अपक्षे करोति वा चिन्वत् अपक्षे कु धातु चिन्वत् अपक्षे प्रथमम् अकारः अस्ति अकु इति रूपम् एकवचने चिन् अस्ति अतः वृद्धिः भवति कावि इति रूपं भवति अचोनिति इति सूत्रेण वृद्धिः भूत्वा एचवयाः इति सूत्रेण अकार आवस्ति अकावि इति रूपम् अनन्तरं कूदातुः अनिट् अधः चिन्वत् अत्र चिन्वत् अपेक्षे एव अधः शाताम् इति अकु शाताम् अत्र शारदात् कादत् सूत्रेण गुणः भवति वा महोदय इदानीं वयं कु धातु कुटादिगणे अस्ति साधु नित्वत् भवति अतः गुणनिषेधः अतः अकुशाताम् अनन्तरम् अकुशत इति रूपाणि भवन्ति मध्यं केन सूत्रेण भवति आदेशप्रत्ययः इति सूत्रेण कु इन्को वर्णः अस्ति किल अतः अकुशाता ऊकारः अपि इन्वर्णः अकुशाता उषत अनन्तरं मध्यमपुरुषे अपि तदेव अकुष्टाः न न तत्र ह्रस्वातङ्गात् ह्रस्वातङ्गात् इति सूत्रं कार्यं करोति अतः सिचः लोपो भवति अत्र सस्य लोपः इति निमित्तं वदतु निमित्तं किम् अस्ति निमित्तं वा जलिपरे आं जलिपरे तकारः जल् अस्ति धन्यवादः भगिनि अतः निमित्तं जल् वर्णः अस्ति तकारः शकारः लोपः भवति अपु अपुताः अनन्तरं अपु अपुशाताम् अनन्तरं आम् अपु अपुशातां शकारः शकारः सत्त्वं भवति मूर्धन्यशकारः अनन्तरम् अत्र शकारः लोपः भवति अपु अकुत्वम् अनन्तरम् अत्र सूत्रं वदति विभाषेट न कार्यं करोति इनः शीतं लुङ् लिखां दोङ्गात् इति सूत्रेण एकरूपमेव भवति अकुत्वं बहु समीचीनं महोदय अग्रे प्रथमपुरुष मध्यम उत्तमपुरुषे उत्तमपुरुषे षि अस्ति अत्रापि षत्वं भवति अकु अकुषि अकुष्वहि अकुष्महि इति रूपाणि बहु समीचीनं महोदय किं मम अशुधा मिस्टेक् अस्ति करे करोतु अहं न अवगच्छामि किं वदति मम केपि अशुधा अहं वदामि वा भवान् मम करेक्षन् करोतु भगिनि भवानेव सम्यक्तः तद् करोति भगिनि अग्रे न न न न न न भगिनि तदा धन्यवादः भगिनि भगिनी एकः प्रश्नः अस्ति भगिनि अहं प्रयत्नं करोमि वदतु भगिनि वदतु अरुणा भगिनी पुनः मध्यमपुरुष एकवचने अकुयोगः ताः अस्ति सूत्रं किं भवति भगिनि केन सूत्रेण एकवचने बहुवचने एकवचनं भगिनि एकवचने ह्रस्वातङ्गात् सस्य लोपो भवति ह्रस्वातङ्गात् इति यदि उपरि गच्छतु चत्वारि सूत्राणि वयं दृष्टवन्तः आं भगिनि ह्रस्वातङ्गात् इति रूपं किं भवति रूपं किं भवति कारण कि अक्कु इति एण् प्रत्याहारे आगच्छति साधु तदनन्तरं सकार अस्ति सस्य लोप भवति झलि परे आं भगिनि हा झलि अस्ति इति अकुताः धन्यवादः अहं न श्रुतवती धन्यवादः इदानीं उकारान्त सर्वे सेट् तत् यदि वयं समय प्राप्नुमः तद्गु धु तदनन्तरं कुर्मः इदानीम् अग्रे सरामः यथा वर्गे अभवत् समानकार्यमस्ति गु द्रु प्रति किन्तु यदि समय अवकाशः भवति कुर्मः तदनन्तरं प्रथमं रोण इति समाप्तं कुर्मः अरुणा भगिनी पठतु ओकारान्तदातवः सर्वे सेतः दातवः नु धु इत्यनयोः नु धातोः रूपाणि परिशीलनीयानि नूल् दातु उपदेशे मूर्धन्यत्वम् अस्ति ततः नो सूत्रेण नकारस्थाने दन्तनकारः आगच्छति न आदे नकारः आयोगः न अनु अनुयोगः प्रथमम् अनुयोगः पूर्वं सूत्रं पठतु आं भगिनि नूनः उपदेशावस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारः आदेशः भवति नोः षष्ट्यन्तं नः पदमान्तं द्विपदमिदं सूत्रम् आदेश उपदेशेष्यति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः धात्वादेः शः सः इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धात्वादेः नोः नः उपदेशे अस्तु सो नु इति तस्य नु पक्षे चिन्वत् पद्ये प्रथमम् अनागमः लङ् लुङ् लङ् लुङ् शुद्वा शुद्धात सूत्रेण अडागमः आगच्छति अनु अनुयोगः सेत् चिन्वद्भावे इ प्रथमपुरुषे इ अस्ति अत्र निच्छत् अस्ति केन सूत्रेण छिन्न भावकर्मणोः इति सूत्रेण छिन्नादि चिन् भावकर्मणो किं भवति चिन् भावकर्मणो ओ भवति इकार कथम् आगच्छति तत् अस्तु अस्तु तदनन्तरं छिनो अकारलोपः भवति निद्वत् अस्ति चेत् अचूर्णेन इति अचूर्णेन इति सूत्रेण वृद्धिः भवति अनुयोगः अनोयोगः अनौ योगः इ यचोयाव सूत्रेण अनाव् योगः इ अनावि इति रूपं निष्पन्नं भवति तदनन्तरम् अनुयोग ईशातां वृद्धि गुणः भवति सम्यतां भगिनि गुणः न भवति गङ्कुटादिभ्यो सूत्रं कथं तथा नित्वद्भावत्वेन गुणः न भवति ततः अनुयोगः ईशताम् चिन्वत् पक्षे अस्ति साधु चिन्वत् पक्षे किं भवति नित् अस्ति चिन्वत् साधु तत्र अचोञ्जनति कार्यं करोति न प्रथमपुरुषद्वितीयवचने अन्नौ इति भवति तदनन्तरं एचो वयाव निच् चिन्वद्भावे गुण भवति वृद्धि भवति न वृद्धि चिन्वद्भावे चिन्वद्भावे अनो अनौ योगः एषाम् अचो यावः अनाविशाताम् साधु अनाविशाताम् अनाविशाताम् प्रथमपुरुष बहुवचने अनाविशत साधु मध्यमपुरुष एकवचने इष्टः इष्टाः अनुयोगः इष्टाः अत्रापि वृद्धिः भवति अनाविष्टाः अनाविषाथाम् अनाविध्वम् अत्र किं भवति इदा किन् वर्णः अस्ति इदस्ति ततः विभाषे सूत्रेण मूर्धन्य आदेशः भवति विकल्पेन अन्नविद्भं रूपं भवति. प्रथम पुरुषे इषि धातु प्रत्येक अनाविषि अनाविश्वहि अनामहि अनाविष्महि अनाविश्वहि अनाविष्महि. धन्यवाद बहु समीचीनं भगिनि. इदानीं वयं स्मृतं यदा धातु सेत् अस्ति वचिन्वत् पक्षे अस्ति इदागम अस्ति तो तत्र मध्यमपुरुषे बहुवचने रूपं द्वयं भवति इति स्मर्तव्यं. कोऽपि यदि किमपि नास्ति तत्र रूपं द्वयं धातु अन्यत् अस्ति तत्र सा तासाम् अस्ति तत्र केवलम् एकरूपं भवेत्. सुलभं भवति यदि प्रक्रिया कुर्मः. अस्तु इदानीं पुष्पा भगिनी चिन्वत् अपक्षे भवती प्रयत्नं करोति वा णु धातु? आं भगिनि प्रयत्नं करोमि. णु धातुः सेट् अस्ति चेत् सकार सा अस्ति इदागमः आगत्य स्तः प्रथमं कीदृश प्रत्यया आगच्छति तत् स्वीकरोतु. कीदृश प्रत्यय भवन्ति यी स्टेट् अस्ति चेत् इष्ट क्षम्यताम् इष्ट आगच्छति तत्र अत्र नु अनु केन सूत्रेण नु भवति नोः क्षम्यतां दृष्टम् क्षम्यतां परन्तु मनसि न तिष्ठति न नूनः इत्यनेन साधु नूनः अत्र अत्र नकार अस्ति चेत् नकारस्य स्थाने नकारादेशः भवति. अत्र अनु इति अस्ति लङ्लकारे अनु अनुयोगः इष्ट प्रथमपुरुषे एकवचने भगिनि एकनिमिष प्रथमपुरुषे चिन्न अपक्षेन न भगिनि इष्ट इष्ट ईशाताम् इषत अपक्षेट् अस्ति चेत् अपि कर्मण्यर्थे कर्मण्यर्थे ईकार ईकार एव अस्तु अस्तु कर्मण्यर्थे अस्तु अस्तु मामपि भ्रमे कर्मणि भागे भावे परन्तु श्रेट् अस्ति चेत् स्विच् प्रत्ययेन अस्तु अस्तु अस्ति अत्र चिन्वद् अस्ति तथैव नित्यम् अस्ति चिन्वत् नास्ति चिनत् अस्ति चिन् अस्ति न चिन् अस्ति चिन्वत् मत् मा वदतु चिन्वत् न चिन् अस्ति चिन् चिन्ह अस्ति तथैव नित्यम् अस्ति, नित्य गुणकार्यम् अस्ति. वृद्धि अस्ति, अनु इति अस्ति, आव् आगच्छति, अनावि इति, अनावि अनाविषाताम् न भगिनि, चिन्वतः पक्षे अस्ति, अत्र चिन्न अस्ति, वयं चिन्न अस्ति, तत्तु अनविषाताम् अनविषाताम्. परन्तु अत्र नु अस्ति न, नु अस्ति, किं कार्यं भवति अत्र? वृद्धिकार्यं न आगच्छति. आम् अत्र अचोणिति इत्यनेन तत्तु अनवि अनवि अस्ति. परन्तु ऊ अस्ति चेत् अनावि आगच्छति भगिनि. कथम्? आव् आव् आगच्छति, अव् न. कस्मिन् गणे अस्ति नू धातु? कटादयः, कुटादयः, कुटादिगणे कटादयः. कटादय प्रति विशिष्टसूत्रं किम् अस्ति? वृद्धिकार्यं नास्ति, एते वदति तथैव. सहायं करोतु. वृद्धिकार्यं नास्ति इति, वृद्धिकार्यं नास्ति, गुणकार्यं. इति भिन्नप्रत्ययः तत् नित्वत् अतः गुणकार्यमपि भवति न वृद्धि अपि, अतः तदेव सिद्ध्यति. अणु इति रूपं अनन्तरं योजयतु. अणु अणु इषता इषाता, परन्तु अत्र अणु तु अचोणिति इत्यनेन सार्वधातुकार्धधातुकयोः न भगिनि, तत् प्रभाजति. वयं विशिष्टसूत्रं पठितवन्तः इदानीं. गां गुट् आदोभ्य अञ्ति अन्यत् अस्ति, साधु अन्यत् नित् नास्ति, तत्र णित्वत् भवति, गुणकार्यं न भवति. अनुईशाताम् तथैव. इदानीं सन्धिकार्यं करोतु. अनुयोग ईशाताम् एचोयवायावः, एचोवयाव कथम्? उकार योग ईकार, उकार औ ओकार, उकार गुण न भवति, गुण न भवति. उकार इकार अवि अवि अव् मणिमहोदय भवान् भगिनि, अत्र अणु इति धातु, अनन्तरं प्रत्ययः योजयतु मीन्स् अत्र शातां इशातां कथं भवति इति इत्युक्ते षेट् अस्ति, अतः एव इकारः अस्ति, अतः अनु उकारः अत्र इन्वर्णः, अतः आदेशप्रत्ययः इति सूत्रेण इकारस्य तत्त्वं न भवति, अनु एव तिष्ठति. अनु अनु भगिनी अत्र सम्यक् अनन्तरम् अचिष्णुदातु ब्रुव अत्र अचिष्णुदातु ब्रू योरं इति सूत्रं कार्यं करोति भगिनि. अतः भगिनि अन्य प्रश्नः अस्ति मम ते, अकारः अपि अकारः अपि उकारः अपि अनु इति अत्र अच्छः बहूनि अस्ति किल, अनेकाच् अनेकाच् इति सूत्रं न अनेकाच् इति न वदति वा अत्र वदति वा? अनुयोग ईषत् इदानीं वयम् उक्तवन्तः णित् नास्ति, तत्र अचोञ्जनति कार्यं न करोति, णित्वत् अस्ति गाङ्गुर्गतोभ्यो इति सूत्रेण, अतः सार्वधातुक अर्धधातुकयो तस्य कार्यमपि प्रभा सो नाङ्गुट् इति अनेन केवलं वर्णमेलं भवति. अनुयोग यदि अनुयुक्त इदानीम् उकार ईकार यण् सन्धि प्रभाद्य अचिष्णु धातु ब्रुवां युवो युवङ्गो इति सूत्रकार्यं करोति. सो उकारस्थाने धातु मध्ये अकारः उकारः पेशि अनेका चस्ति वा इति अहं पृच्छामि. उकार अनेकः आदेश अनेका अस्ति ओवाङ्, किन्तु स्थाने भगिनि अचि स्नु धातु ब्रुवाम् अचि परे एव स्नु धातुः ईकार अनेका चस्ति साधु अनेका चस्ति अनेका चस्ति इत्युक्ते अनेक अचिष्णु धातु ब्रुवरङ्गं कार्यं करोति वा? आम् आम् तत् वर्गे वयं उक्तवन्तः. अनेका चस्ति चेत् अन्यत् कार्यं करोति इक नचि अथवा हू सन् हू न उष्णोः साधु तत्र उकार उष्णो धातु नास्ति अतः इको एनर्जि एव कार्यं कर्तुं शक्यति इति अहं मम चिन्तनमस्ति. अस्तु अचिष्णु धातु गुरुमेव अत्र उवङ्ग् आगच्छति. आं भगिनि उवङ्ग् अत्र नकारः लोपः भवति अन् अन् अनुव इति अन्विषाताम् अन्विषाताम् अन्विषत अन्विष्टाः अन्विषाताम् अन्विद्वम् अन्विद्वम् भगिनि अन्विद्वं नास्ति अनु अनु दट् ऊकार अनु भवति साधु उवङ्ग् ऊकारस्य स्थाने अचिष्णु धातु अचिष्णो युवङ्गो अचिष्णु धातु ब्रुवां युवो युवङ्गो उवङ्ग् आदेश भवति नकारचालकेन अनु अनु अन्विद्वं न अन्विद्वम् अन्विद्वम् आम् अनुविद्वं रूपं कि अनुविद्वम् अनुविद्वं द्वे अपि द्वे अपि आगच्छति. अन्विषि अन्विष्वहि अन्विष्महि. अस्तु साधु. कोऽपि प्रश्नः अस्ति वा भगिनि? अनु इति एकः अस्ति वा अनेक अस्ति? चिन्तयतु अनन्तरम् आगाम्यवर्गे धन्यवादः. ओके अग्रे भवान् पठतु कृपया. धन्यवादः पुष्पा. ऋकारान्तदातवः डुक्रिञ्च् करणे इति कृ धातुः अनीट् तस्य रूपाणि परिशीलनीयानि. सूत्रम् उच्चपठामि महोदय. त्रिवर्णान्तात् धातुः जलादि लिङ् सिच कित्वत् भवतः आत्मनेपदेषु प्रत्ययेषु जलौ लिङ् चिचौ इत्यस्मिन् तदादि विधिः उः धातोः इत्यस्मिन् अदन्तविधिः उः पञ्चम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् इको जल् इत्यस्मात् वचनपरिमाणं कृत्वा जलौ इत्यस्य अनुवृत्तिः लिङ् चावात् मनो मणेपदेषु इत्यस्मात् लिङ् चिचौ आत्मनेपदेषु इत्यनयोः अनुवृत्तिः संयोगात् लिक् संयोगालिट् कित् इत्यस्मात् वचनपरिमाणं कृत्वा कितौ इत्यस्य अनुवृत्तिः अनुवृत्तिसेतुसूत्रम् उः धातोः जलौ लिङ् चिचौ कितौ त्रौदातवो जलौ परे जलौ लिङ्चौ कित्तपि तौ आत्मनेपदे रूपं भवति अत्र. अतः ऋकारान्तस्य गुणनिषेधः अत्र तदेव अनितपि भवति यथा कृतवन्तः तथैव अस्ति मूगात् कूटादिभ्यगणे गङ्गातु ङित्वत् भवति अत्र अत्र तदेव अत्रापि ऋ अस्ति कृ इति धातु अडाहम अकृ इति सिच् झलि अस्ति सिच् लिङ्ग् सिच् ओ झलो अस्ति न प्रत्यय लिङ्ग् लकार च सिच् लकार सिच् धा प्रत्यय झलि आगच्छति साधु झल् परे अस्ति न झलात् झलादि अस्ति साधु सिच् ऋतुवरान्त धातुतः झलादि लिङ्ग् सिच् कित्वत् भवत् तु सिच् इति झलादि अस्ति साधु झलादि सिच् प्रत्यय झलादि आगच्छति अस्ति इति अहं मम अस्ति भगिनी सम्यक्तया अस्ति अहं न चिन्तनं कृतं पूर्वम् अनन्तरं भवान् उक्तवती तदेव अहं चिन्तयामि अत्र एकवचने चिन्वत् भाव इति स्वीकरोमि अग्रिमभागं कृत्वा तदनन्तरं प्रत्याकुर्मः अग्रिमभागं पठामि वा चिन्वत् भावपक्षे चिन्वत् भावः विद्यते नाम सर्वेषु प्रत्ययेषु नित्वत्वं सर्वेषु प्रत्ययेषु सर्वेषु प्रत्ययेषु अस्ति तस्य कार्यं जनति यदि अजन्तधातुः अस्ति वयं कृतवन्तः साधु इति अस्ति नित्वत् इति भावः अस्ति तस्य महोदय न्यायशास्त्रस्य शैली लिखति अत्र सर्वेषु प्रत्ययेषु नित्वत्वम् अस्ति अहं वदामि महोदय न्यायशास्त्रस्य शैली लिखति न्यायशास्त्रे भाव वर्गः खुशी अस्ति धन्यवादः भगिनि एकस्मिन् प्रसङ्गे एकः एव निषेधः सम्भवति इति कृत्वा नित्वम् इत्येते चेत् कित्वं न सम्भवति धातु दासिषु भावकर्मणोः उपदेशजनग्रहदृशां वा चिन्वत् च विशिष्टसूत्रं श्रेयसिच् सीयुक्तासिषु एव भवति अतः चिन्वत् भावपक्षे उच इत्यस्य कित्वं प्रपाद्य नित्वम् एव प्रवर्तते अस्तु भगिनि अत्र कुरु धातु अडु धातः अतः कुरु इति चिन्वत् पक्षे एकवचने यस्य अत्र वृद्धि अचनिधि इति सूत्रेण वृद्धिः भवति अकार इति अकार योजनेन अकारी इति रूपं भवति महोदय अनन्तरं द्विवचने आं द्विवचने इशाताम् अकारी षत्वं भवति अकारी शाताम् अकारिषट अनन्तरं अकार मध्यमपुरुषे अकार अस्ति रस नास्ति जल हलन्दः अकारिष्टाः अकारिशाताम् अकारिषत्वम् अकारिषद्वम् अकारिद्वम् पुरुषे अकारिषि समीचीनं इदानीं धन्यवादः महोदय. अरुणा भगिनी भवती अपक्षे करोतु. क्रु योगः कदा पृशे छिन् अस्ति अपक्षे साधु चिन्वत् अपक्षे स्मर्तव्यं कीदृशधातुः अस्ति इदानीम् अनागम आगच्छति प्रथमम् अक्रु अस्ति प्रथमपृष्ठे सर्वदा निच् अस्ति भगिनि किन्तु अन्यत् अस्ति इति स्मर्तव्यं कीदृशप्रत्यया भवती स्वीकरोति इदानीम् अन्यत् अस्ति तत् प्रथमपुरुषे एकवचनं सर्वदा छिन्न आगच्छति भगिनि साधु साधु तदेव अहं वदामि ततः ततः अचुण्यति सूत्रेण बुद्धि भवति ततः अकारि अकारि इति रूपं तदनन्तरं अकृयोगः अनिट् अस्ति ततः सातामेव आगच्छति साताम् सूत्रमस्ति कुटादिभ्यो निमि नेत्ति इति सूत्रेण क्षम्यता पुश्च इति सूत्रेण रुवर्णान्तधातूनां गादि लिङ्क् सिद्वत् भवति ततः गुणनिषेधः भवति अक्रूसातां तदनन्तरम् आदेशप्रत्ययोः अक्रूसाताम् अकृशातां भवति मूर्धन्यशकाराज अकृशाताम् अस्तु तदनन्तरं बहुवचने अकृशाता एव अकृष्टता एव भगिनि शाता मूर्धन्य तदनन्तरं अकृ सथाः इति प्रत्ययः अकृशाताः अकृशाताम् अत्र चिन्तयतु नूतनं कार्यमस्ति अत्र स्था अकृ हस्वात् अङ्गात् सस्यलोप झलि परे अजन्ताङ्गस्य ओ ओके लोपो ओ लोपो भवति अकृश सो सकारस्य लोपः भवति सो अकृ अकृताः एव किमर्थं साताम् अत्र न भवति भगिनि सातां सकार सिच् प्रत्ययः अस्ति आताम् इति प्रत्ययः अस्ति आतां तत्र सिद्धतिङ्गप्रत्ययः आताम् अस्ति सकार सिच् प्रत्ययः अस्ति तत्र इति न आगच्छति पुनः वदतु भगिनि किमर्थम् अत्र सकार झलि परे नास्ति न अत्र अत्र सकार झलि परे था झलि अस्ति साधु सातां यत्र अस्ति तत्र सकार आताम् इति आकार अजन्त अस्ति अजन्त झलि प्रत्याहारे न आगच्छति न स्वर आं भगिनि सातां महोदय अस्माकं सुलभतया साताम् इति लिखितवान् सातामिति सिच् प्रत्यय योजित्वा लिखितवान् साताम् ओके ओके तदनन्तरं रूपम् अत्रापि अचिष्टधातुं कार्यं करोति वा भगिनि न अकृ इति अस्ति स्था अस्मात् अङ्गात् सस्य लोकजलि परे अकृ केवलं वर्णमिलं भवति अकृथाः नो अहं पृच्छामि प्रथमपुरुष द्विवचने रूपं किं वदति भगिनि तत्र पुनः अकृयोगसाथां पुनः किम् आगच्छति उश्च इति सूत्रेण गुणबाधितं भवति वर्णमेलम् आदेशप्रत्ययो अकृशाथां द्विवचने मध्यमपुरुष द्विवचने अपि यथा पूर्वं कृतवती प्रथमपुरुषद्विवचने बहुवचने तथैव मम प्रश्नम् अहं न अवगतं. प्रथमपुरुष द्विवचने साताम् इति प्रत्यय न भवति. आम् साताम् इति अस्ति. मम प्रश्न ह्रस्व अङ्गात् कथं कार्यं न करोति तत्र साधु. अस्तु, तत्र किम् अस्ति, अस्माकं धातुः अस्ति अकृ, अकृ योग सिच् योग आताम् इति अस्ति. आं भगिनि, सिच् प्रत्ययस्य चकार लोप भवति, इकार अपि स इति अवशिष्टति, स योग आताम् इति अस्ति, साताम् इति अत्र हस्वात् अङ्गात् तस्य निमित्तम् अस्ति, हस्वात् अङ्गात् तस्य लोप झलि परे, सो सकार सिच् प्रत्ययस्य अस्ति, तस्य परे झलि नास्ति, आज् आसि यत्र आसि आत्मनेपदे यत् प्रत्ययः अस्ति, आकार इति स्वर अस्ति, स्वरझलि प्रत्याहारे न आगच्छति अत्र, तत्र हस्वात् अङ्गात् इति कार्यं न करोति, केवलं स्था यत्र अस्ति तत्र कार्यं करोति, था इति झलि परे अस्ति. साधु, रूपं किं भगिनि? योगः आताम् क्रूप्लसाताम् अस्ति, सकारस्य लोपः न भवति तत्र, अकृ योग आदेशप्रत्ययो अकृशाताम् इति भवति तत्र, तत्र ह्रस्व अङ्गात् न कार्यं करोतु, केवलं मध्यमपुरुषे एकवचने ह्रस्वात् अङ्गात् तस्य प्रसक्तिः आगच्छति. तदनन्तरम् अवगतवती न अवगतं भगिनि मणिमहोदय, भवान् किमर्थं प्रथमपुरुष द्विवचने न भगिनि? एकनिमिषं भगिनि, अहं वदामि, मध्यपुरुषे एकवचने प्रत्ययः ताः एव, अत्र सकारः मेलनेन स्ताः इति रूपं भवति, अतः ह्रस्वात् अङ्गात् इति धातु ऋकारः अस्ति अक्रु इति, अतः ह्रस्व ऋकारः रेपः ह्रस्वऋकारः, अतः चकारः लोपो भूत्वा अकृताः इति रूपं भवति. भगिनि अहं ततः अहम् अवगतं महोदय, मम प्रश्न प्रथमपुरुष द्विवचने साताम् इति प्रत्ययः अस्ति न? आं साताम् आतामेव न साताम् आतां साताम् अस्ति, तदेव अहं पृच्छामि भगिनि. भगिनि चकास स्मृतवती वा? चकास सकारः च लुप् आगच्छति, लुक् आगच्छति तथैव अत्र सा अस्ति, भगिनि प्रत्ययः महोदयः लिखितवान् अनिट् सिच् प्रत्यये, ते सर्वे सिच् योजित्वा लिखितवान्, वयं पुनः पुनः न तस्य स्मरणं करोमि, यदि इस्था अस्ति तत्र सकार अस्ति सिच् प्रत्ययः, इदानीं केवलं सकार अस्ति, तस्य परे था इति झलि अस्ति, साधु अस्तु, यदि मध्यमपुरुष द्विवचने मध्यमपुरुष प्रथमपुरुष द्विवचने प्रथमपुरुष एकवचने सकारस्य परे आ अस्ति, प्रथमपुरुष एकवचने सकारस्य परे अ अस्ति, अत् अस्ति तत्र, तत्र अजाति अस्ति प्रत्ययः, झलि नास्ति, अतः ह्रस्वात् अङ्गात् तस्य प्रसक्तिः नास्ति, यदि मध्यमपुरुषे बहुवचनम् अस्ति द्वयं, तत्र प्रथमं महोदय अनेन सिच् प्रत्ययस्य लोप कृत्वा द्वम् इति लिखितवान्, सो वय अस्माकं पुनः ह्रस्वात् अङ्गात् तस्य कार्यं न अवगतं, क्षम्यतां भगिनि. न साधु, मया ममापि इति बहु क्लेशः अस्ति, प्राब्लम् अस्ति. अहं चिन्तवती चिन्तवती इदानीम् अवगतवती, अहमपि अद्य एव अवगतवती. भगिनी चिन्ता मास्तु भगिनी, सम्यक् सन्देहं निवारणं करोतु. तथैव चिन्तनवर्गम् अस्ति, अस्माकं मिलित्वा प्रयत्नं कुर्मः. आम् अवगतं भगिनि, अवमेलनं. तदनन्तरं मध्यमपुरुष द्विवचने अकृ योगः साताम् अत्रापि हस्वाङ्गात् न कार्यं करोति, ततः अक्रूश मुड्डन्य आगच्छति. अक्रूषाथाम् अक्रूषध्वम् अनेन कार्यं कारणकी साथाम् इति अर्धधातुकप्रत्ययः अस्ति साधु इति मनसि चिन्तित्वा उष इति अपि वदतु. ओके, प्रत्ययः किं भगिनि? साथाम् इति कीदृशप्रत्ययः अस्ति? इति यदि वयं स्मरामः वदामः प्रत्ययां मनसि तिष्ठति. आं भगिनि, आं क्षम्यता. अक्रूषाथाम् अक्रूध्वं विभाषेत इदागम अपत् वयं ततः अनिट् अस्ति, ततः न आगच्छति, एकरूपमेव भवति. किं सूत्रं कार्यं करोति अत्र? कः सूत्र किं सूत्रं भगिनि? चकारस्य लोपः. नित्यं रूपं किं किं सूत्रेण भवति? एन् सी द्वं लुङ् लिटां दोङ्तात् साधु. अस्तु, किं भवति? दकारस्य मूर्धेन डकार भवति साधु. भवति एव. अस्तु, अग्रे अक्रूयोगः सि उश्च इति सूत्रेण गुण न भवति. अक्रूषि आदेशप्रत्ययकृषि भवति. अक्रूष्वहि अक्रूष्महि. साधु, अस्तु, इदानीं धन्यवादः भगिनि. झटिति कुर्मः. दीर्घ त्रिधातु त्रिधातु सेट् अस्ति. पुष्पा भगिनि, चिन्वत् पक्षे किं किं किं किं दीर्घरिकारान्तदातव किं दातु? दीर्घरिकारान्तदातु. अग्रे पठामः पठामः. आमां, त्रिधातु. अस्तु, एकनिमिष कार्य प्रक्रिया किमस्ति? धातु रूकारान्त धातु रूकारान्त त्रु धातु स्टेट् रूपाणि परिशीलनयामि. त्रु अस्ति चेत् अत्र त्रुकारान्त रुकारान्तरुकारान्त समानः अस्ति न? समानः अस्ति किन्तु दीर्घकारान्त अस्ति अत्र. अधुपद अधुपद धातवः न न रूपाणि त्रिधातु त्रिधातु सेट् अस्ति कर्तव्यम् इदानीम् अपक्षे न पक्षे पक्षे चिन्वत् पक्षे चिन्वत् पक्षे अत्र ई तत्तु नित्यम् अस्ति चिन् तत्तु तृतर् तर् तर्रि तरि तरि न महोदय मणिमहोदय सहायं करो तारि तारि अस्तु अस्तु तारि कथं तारि भवति तारि अत्र वृद्धिः अस्ति वृद्धिः अस्ति परन्तु द्विवचने नास्ति कथं चिन्वत् साधु इदानीं मणिमहोदय पठितवान् चिण्वत् पक्षे चिण्वत् भाव विद्यते सर्वेषु प्रत्ययेषु णित्वत् भवति णित्वत् भवति तत्तु अत्र ऐ मीन् गुणकार्यं न करोति कित् नास्ति तत्तु नित् अस्ति निद्वत् आगच्छति अत्र तृ ईशातां तृ ईशाताम् अत्र अचिष्णु अस्ति रिकारान्तधातु अस्ति चिन् अस्ति णित् अस्ति किं भवति अचोञ्जनति इति सूत्रेण किं भवति वृद्धिः भवति अस्तु वृद्धिः आगच्छति तारि तारि तारिषाताम् अडागम अपि अस्ति साधु अतारिषाताम् अतारिषताम् अतारिष्ठाः अतारिषाताम् अतारिध्वम् अतारिध्वम् अतारिषि अतारिष्वहि धन्यवादः बहु समीचीनं महोदय इदानीं भवान् सेट् इति अस्ति त्रिधातु चिन्वत् अपक्षे करोतु चिन्वत् अपक्षे भगिनि अत्र सेट् अस्ति अपि उहुच कित्वत् इष्टं न चिन्वत् अपक्षे आमामाम् आगच्छति इकारः आगच्छति परन्तु गुणः न भवति कित् अस्ति किल एकः सन्देहः मम अर्थे धातु ऋकारस्य दीर्घऋकारस्य ऋत धातोः अस्ति सूत्रेण ईकार ह्रस्व ईकार आदेशः कित्वत् भवति चेत् इति सूत्रं ऋतः धातुः जलादि नास्ति ऋतश्च कार्यं न करोति ईशाताम् इति अस्ति न सिद्धप्रत्ययः अस्ति ईशाताम् ईडागमः अस्ति तत्र तौश्च अस्य कार्यं न भवति ईकार आदेशः अधः कित् नास्ति आम् उश्च न भवति उश न भवति क्षम्यतां धन्यवादः भवति उश्च न भवति चेत् अत्र ईकारः न अस्य अधः गुणः दीर्घः भवति अत्र अपक्षे चिन्नस्य प्रथमपुरुषे एकवचने अतारि इति रूपं भवति वृद्धि भूत्वा अनन्तरं एक द्विवचने अत्र अस्ति उश्च कार्यं नास्ति झलि आदौ नास्ति अत्र ईशातां कीदृश धातु प्रत्यय अस्ति आर्धधातुक साधु सार्धधातुक आर्धधातुक सार्धधातुक आर्धधातुक सूत्रेण गुणः भवति अतः अकारः अस्ति अर् आगच्छति अकारः पुरण्डपरः इति एकः रेपः भवति अथर् अतरिशत्वमपि भवति अतरिशाताम् अतरिशत अनन्तरं मध्यमपुरुषे अतरिष्टः कृष्टाः अपरिशतां करि त्वम् अत्र इदागमस्ति न परि अतः दिव्य दिव्यरूपं भवति एन् प्रत्याहारे आगच्छति रेफ अपि अतः रूपं विभाषेत किम् उक्तवान् अतरित्वम् अतरिद्वं द्विरूपम् अत्र अतरिषि अतरिष्वहि अतरिष्महि धन्यवादः सम्यक् अस्तु समय अपि समाप्तं धन्यवादः भवान् मया न श्रुतं किं मया न आगतवती वर्गे न आगतवती ओ मङ्गलवासरे मया